पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 39 नारद उवाच अथ सन्ध्यां समासाद्य सविद्यां तीर्थमुत्तमम् उपस्पृश्य नरो विद्वान् भवेन्नास्त्यत्र संशयः रामस्य च प्रसादेन तीर्थराजं कृतं पुरा तल्लौहित्यं समासाद्य विन्ध्यात् बहु सुवर्णकं करतोयां समासाद्य त्रिरात्रो पोषितो नरः अश्वमेधमवाप्नोति शक्रलोकं च गच्छति गङ्गायास्त्वधराजेन्द्र सागरस्य जसङ्गमे अश्वमेधं दशगुणं प्रवदन्ति मनीषणः गङ्गायास्तु परं द्वीपं प्राप्य यश्नादिभारत त्रिरात्रो पोषितो राजन् सर्वकाममवाप्नुयाद ततो वैतरणीं गत्वा नदीं पापप्रमोचनीं विरजं तीर्थमासाद्य विराजति यथा शशी प्रभावे च कुलं भूत्वा सर्वपापं व्यपोहति गोसहस्रफलं लब्ध्वा पुनादिस्वकुलं नरः शोणस्य ज्योतिरध्याश्च सङ्गमे निवसञ्च्युचिः तर्पयित्वा पितॄन् देवानग्निष्टोम फलं लभेद शोणस्य नर्मदायाश्च प्रभवे कुरु पुङ्गव वंशगुल्ममुपस्पृश्य वाजिमेध फलं लभेद ऋषभं तीर्थमासाद्य कोशालायां नराधिप वाजिमेधमवाप्नोति त्रिरात्रो पोषितो नरः कोशालायां समासाद्य कालतीर्थमुपस्पृशेत वृषभैकादशगुणं लभते नात्र संशयः पुष्पवत्यामुपस्पृश्य त्रिरात्रो पोषितो नरः गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेद ततो बदारिका तीर्थे स्नात्वा प्रयतमानसः दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितं रामतीर्थे नरस्नात्वा वाजिमेधफलं लभेद मदङ्गस्य दुकेदारं तत्रैव भरदर्षभ तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेद श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेद अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति श्रीपर्वते महादेवो देव्या सह महाद्युतिः न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः तत्र देवह्रदे स्नात्वा शुचिप्रयतमानसः अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ऋषभं पर्वतं गत्वा भाण्डेषु सुरपूजितं वाजपेयमवाप्नोति नाकपृष्ठे जमोदते ततो गच्छेद कावेरीं वृदां रुप्सरसां गणैः तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेद। तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेद। तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते। अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतं समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतं। यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः भूत यक्षापिशाचाश्च किन्नराः समहोरगाः सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा सरितसागराशैला उपासन्ते उमापदिं। तत्रेशानं समभ्यर्च्य त्रिरात्रो पोषितो नरः दशाश्वमेधमाप्नोति गणपत्यं च विन्दति। उपोष्यद्वादशरात्रं कृतार्थो जायते नरः। तस्मिन्नेव तु गायत्र्यास्थानं त्रैलोक्यविश्रुतं। त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेद। निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप। गायत्रीं पठते यस्तु योनिशङ्करजो द्विजः। गाथा वा गीतिका वाणी तस्य सम्पद्यते नृप। अब्राह्मणस्य पठतः सावित्री तूपनश्यति। संवर्तस्य तु विप्रर्ष्वे वापीमासाद्य दुर्लभाम्। रूपस्य भागी भवति सुभगश्चाभिजायते। ततो वेणां समासाद्य तर्पयेत् पितृदेवताः। मयूरहंससंयुक्तं विमानं लभते नरः। ततो गोदावरीं प्राप्य नित्यसिद्धनिषेवितां गवामयमवाप्नोति। वायुलोकं च गच्छति। वेणाया सङ्गमे स्नात्वा वाजपेयफलं लभेत्। वरदा सङ्गमं स्नात्वा गोसहस्रफलं लभेत्। ब्रह्मस्थूणां समासाद्य त्रिरात्रो पोषितो नरः। गोसहस्रफलं विन्द्यात् स्वर्गलोकं च गच्छति। कुब्जावनं समासाद्य ब्रह्मचारी समाहितः। त्रिरात्रो पोषितस्नात्वा गोसहस्रफलं लभेद। ततो देवह्रदे स्नात्वा कृष्णवेणा जलोद्भवे। ज्योतिर्मात्र ह्रदे चैव तथा कन्याश्रमे नृप। यत्र क्रदु सदैरिष्ट्वा देवराजो दिवं गतः। अग्निष्टोमशतं विन्द्याद्गमनादेव तत्र तु सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेद। जातिमात्रह्रदे स्नात्वा भवे जातिस्मरो नरः। शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः। पितृदेवार्चनरतो गोसहस्रफलं लभेद। दण्डकारण्यमासाद्य महाराज उपस्पृशेद। शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः। न दुर्गतिमवाप्नोति पुनादि स्वकुलं नरः। ततः सूर्यारकं गच्छेज्जमदग्निनिषेविदं। रामतीर्थं नरस्नात्वा विन्द्याद् बहु सुवर्णकं। सप्तगोदावरीं स्नात्वा नियदो नियताशनः महापुण्यमवाप्नोति देवलोकं च गच्छति ततो देवपथं गच्छेन्नियदो नियताशनः देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः वेदानध्यापयत्तत्र मुनीन् सारस्वतः पुरा तत्र वेदान् प्रणष्ठांस्तु मुनेराङ्गिरससुतः उपविष्टो महर्षीणामुत्तरीयेषु भारत ओङ्कारेण यथा न्यायं सम्यगुच्चारितेनः येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितं ऋषयस्तत्र देवाश्च वरुणोऽग्निप्रजापतिः हरिर्नारायणो देवो महादेवस्तथैव च पितामहश्च भगवान् देवैः सह महाद्युतिः भृगुं नियोजयामास याजनार्थे महाद्युतिं ततः स चक्रे भगवान् ऋषीणां विधिवत्तदा सर्वेषा पुनराधानं देवदृष्टेन कर्मणा आद्यभागेन वै तत्र तर्पितास्तु यथाविधि देवास्त्रिभुवनं यादा ऋषयश्च यथा सुखम् तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम पापं विनश्यदे सद्यस्त्रिया वै पुरुषस्य वा तत्र मासं वसेद्धीरो नियदो नियताशनः ब्रह्मलोकं व्रजेद्राजन् पुनीते च कुलं पुनः मेधावनं समासाद्य पितृदेवांश्च तर्पयेद अग्निष्टो ममवाप्नोति स्मृतिं मेधां च विन्दति तत्र कालं जरं गत्वा गोसहस्रफलं लभेद आत्मानं साधयेत्तत्र गिरौ कालञ्जरे नृप स्वर्गलोके महीयेद नरो नास्त्यत्र संशयः ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पदे मन्दाकिनीं समासाद्य नदीं पापविमोचनीम् अत्राभिषेकं कुर्वाणपितृदेवार्चने रतः अश्वमेधमवाप्नोति गतिं च परमां व्रजेद ततो गच्छेत राजेन्द्रगुहस्थानमनुत्तमं यत्र देवो महासेनो नित्यं सन्निहितो नृप पुमांस्तत्र नरश्रेष्ठ गमनादेवसिद्ध्यति कोटितीर्थे नरस्नात्वा गोसहस्रफलं लभेद प्रदक्षिणमुपावृत्य यशस्थानं व्रजेन्नरः अभिगम्य महादेवं विराजति यथा शशी तत्र कूपो महाराज विश्रुतो भरदर्षभ समुद्रा यत्र चत्वारो निवसन्धि युधिष्ठिर ततोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणं नियतात्मा नरः पूतो गच्छेद परमां गतिं ततो गच्छेत् कुरुश्रेष्ठ शृङ्गवेरपुरं महद यत्र तीर्णो महाप्राज्ञो रामो दाशरथिपुरा गङ्गायां तु नरस्नात्वा ब्रह्मचारी जितेन्द्रियः विधूतपाप्मा भवति वाजपेयं च विन्दति ततो मुञ्चवडं गच्छेत् स्नानं देवस्य धीमदः अभिगम्य महादेवमभ्यर्च्य च नराधिप प्रदक्षिणमुपावृत्य गणपत्यमवाप्नुयात् ततो गच्छेद राजेन्द्र प्रयागमृषिसंस्तुतं यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा सनत्कुमारप्रमुखास्तथैव च महर्षयः तथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा सरितसागराश्चैव गन्धर्वाप्सरसस्तथा हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः तत्र त्रीण्यपि कुण्ठानि तयोर्मध्येन जाह्नवी प्रयागात् समिधिक्रान्ता सर्वतीर्थपुरस्कृता तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता यमुना गङ्गया सार्धं सङ्गता लोकभाविनी गङ्गा यमुनयोर्मध्ये पृथिव्या जघनं स्मृतं प्रयागं जघनस्यान्तमुपस्तमृषयो विदुः प्रयागं सुप्रतिष्ठानं कम्बलाश्वतरावुभौ तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापदेहे तत्र वेदाश्च यज्ञाश्च मूर्तिमन्दो युधिष्ठिर प्रजापतिमुपासन्त ऋषयश्च महानखाः यजन्ते क्रधुभिर्देवांस्तथा चक्रधरा नृप ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत प्रयागं सर्वतीर्थेभ्यः प्रभावेणाधिकं प्रभो श्रवणात्तस्य तीर्थस्य नाम सङ्कीर्तनादपि मूर्धका नमनाद्वापि सर्वपापैः प्रमुच्यते तत्राभिषेकं ह्यः कुर्यात् सङ्गमे संश्रितव्रतः पुण्यं सुमहदाप्नोति राजसूयाश्वमेधयोः एषा यजनभूमिर्हि देवानामपि तत्कथा दत्तं तत्र स्वल्पमपि महद्भवति भारत न देववचनात्ताद न लोकवचनादपि मदिरुत्क्रमणीयादे प्रयागमरणं प्रति दशतीर्थसहस्राणि षष्टिकोट्यस्तथा पराः येषां सान्निध्यमत्रैव कीर्तिदं कुरु नन्दन चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यद् स्नाद एव तदाप्नोति गङ्गायामुन सङ्गमे ततो भोगवती नाम वासुकेस्तीर्थमुत्तमं तत्राभिषेकं यः कुर्यात् सोऽश्वमेधमवाप्नुयात् तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् दशाश्वमेधिकं चैव गङ्गायां कुरु नन्दन कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता विशेषो वै कनकले प्रयागं परमं महद यद्यकार्यशतं कृत्वा कृतं गङ्गावसेवनम् सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम् सर्वं दहति गङ्गापस्थूलराशिमिवानलः सर्वं कृतयुगे पुण्यं त्रयदायां पुष्करं स्मृतम् द्वापरे तु कुरुक्षेत्रं गङ्गा कलियुगे स्मृता पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये मलये त्वग्निमारोहेत् भृगुतुङ्गे त्वनाशनं पुष्करे तु कुरुक्षेत्रे गङ्गापो मध्यगेषु च सद्यस्तारयते जन्तुःसप्तसप्तावरांस्तथा पुनादिकीर्तिता पापं दृष्ट्वा पुण्यं प्रयच्छति अवगाठा च पीत्वा च पुनास्त्या सप्तमं कुलं यावदस्ति मनुष्यस्य गङ्गाया स्पृशदे जलम् तावत् स पुरुषो राजन् स्वर्गलोके महीयते यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक् न गङ्गासदृशं तीर्थं न देवकेशवात्परः ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः यत्र गङ्गामहाराज स देशस्तत्र योजनम् सिद्धक्षेत्रं न विज्ञेयं गङ्गातीरसमाश्रितम् इदं सत्यं द्विजातीनां साधूनां मानसेषु च मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम् मही शीर्षमिदं गुह्यं सर्वपापप्रमोचनम् अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् श्रीमत्स्वर्ग्यं महापुण्यं सपत्नशमनं शिवं मेधा जननमग्र्यं वै तीर्थवंशानुकीर्तनम् अपुत्रो लभते पुत्रमधनो धनमाप्नुयाद महीं विजयते राजा वैश्यो धनमवाप्नुयाद शूद्रो यातीप्सितान् कामान् ब्राह्मणः पारगः पठन् यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचि जातिस्मरत्वमाप्नोति नाकपृष्ठे जमोददे गम्यान्यपि च तीर्थानि कीर्तितान्यगमान्यपि मनसाप्यभिगच्छेद सर्वतीर्थमनीषया एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ऋषिभिर्देवकल्पैश्च कृतानि सुकृतैषिभिः एवं त्वमपि कौरव्यविधिनानेन सुव्रत व्रजतीर्थानि नियतपुण्यं पुण्येन वर्धते भाविधैकरणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनाद् प्राप्यन्ते तानि तीर्थानि सद्भिश्शिष्ठानुदर्शिभिः नाकृतो नाकृतात्मा च नाशुचिर्न च तस्करः स्नादितीर्थेषु कौरव्य न च वक्रमदिर्नरः त्वयादु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना पितरस्तर्पितास्ताद सर्वे च प्रपितामहाः पितामह पुरोगाश्च देवाः सर्षिगणास्तथा वसिष्ठ उवाच त्वं च धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः दिलीपकीर्तिं महदीं प्राप्स्यसे भुवि शाश्वतीं नारद उवाच एव मुक्त्वाभ्यनुज्ञाप्य वसिष्ठो भगवान् ऋषिः प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत दिलीपकुरुशार्दूलशास्त्रतत्त्वार्थदर्शनाद वसिष्ठवचनाच्चैव पृथिवीमनुचक्रमे एवमेषा महाभागप्रतिष्ठाने प्रतिष्ठिता तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी अनेन विधिना यस्तु पृथिवीं पर्यडिष्यति अश्वमेधशतं साग्रं फलं प्रेत्यैष भोक्ष्यते ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमं दिलीपपार्थ नृपतिर्यथा पूर्वमवाप्तवान् नेता च त्वमृषिण्यस्मात्तस्मात्तेष्टगुणं फलं रक्षोगणविकीर्णानि तीर्थान्येतानि भारत नगदिर्विद्यतेऽन्यस्य त्वामृदे गुरुनन्दन इदं देवर्षिचरितं सर्वतीर्थानुसंश्रितं यः पठेत् कल्यमुद्धाय सर्वपापैः प्रमुच्यते ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः आत्रेयस्त्वत कौण्डिन्यो विश्वामित्रोऽथ गौतमः असितो देवलश्चैव मार्कण्डेयोऽथ गालवः भरद्वाजस्य शिष्यश्च मुनिरुद्धालकस्तथा शौनकः सहपुत्रेण व्यासश्च तपताम्बरः दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपः एते ऋषिवराः सर्वे त्वत्प्रतीक्ष्यास्तपोधनाः येभिः सह महाभागतीर्थान्येतान्यनुव्रज प्राप्स्यसे महदीं कीर्तिं यथा राजा महाभिषः यथा ययादिर्धर्मात्मा यथा राजा पुरूरवाः तथा त्वं कुरुशार्दूलस्वेन धर्मेण शोभसे यथा भगीरथो राजा यथा रामश्च विश्रुतः यथा वै वृत्रः सर्वान् सपत्नानहनत्पुरा त्रैलोक्यं पालयामास देवराड्विगदज्वरः तथा शत्रुक्षयं कृत्वा त्वं प्रजा पालयिष्यसि स्वधर्मेणार्जितामुर्वी प्राप्य राजीवलोचन ख्यातिं यास्यसि वीर्येण कार्तवीर्यार्जुनो यथा सूत उवाच एवमाभाष्य राजानं नारदो भगवान् ऋषिः अनुज्ञाप्य महाराजं तत्रैवान्तरधीयत युधिष्ठिरोऽपि धर्मात्मा ऋषिभिः सह सुव्रतः जगामाखिलतीर्थानि सादरपृथिवीपतिः मयोक्ता मृषयः सर्वे तीर्थयात्राश्रयां कथां यः पठे शृणुयाद्वापि समुक्तः सर्वपातकैः मयोक्तमखिलं तत्त्वं किं भूयः श्रोतुमिच्छत ऋषीणां पुण्यकीर्तीनां नावक्तव्यं ममास्ति वै इति श्रीपाद्मे महापुराणे स्वर्गखण्डे नानाविधतीर्थकथनं नाम नवत्रिंशोऽध्यायः ॐ